तर्हि महोदय, दिवादिगणः इति अस्माभिः गतसप्ताहे अस्माभिः दृष्टं, तर्हि तत्र एव अधः परिशिष्टम् इति एकः भागः महोदयेन योजितमस्ति, तर्हि तत् पुनः पश्याम पठामि वा? परिशिष्टं धातुपाठे भुवादिगणे दिवादिगणे च द्वौ धातु उभयत्र स्तः ष्टिवु क्लमु च. हलो, नाम उच्यतां, कः आगतः? नमस्कारः भगिनी, सुब्रह्मण्यः अस्मि. नमस्ते महोदय, भव्या अस्मि. नमस्ते भगिनी, स्वागतम्. इदानीं वयं दिवादिगणः इति इत्यस्मिन् विषये, तत्र अधः परिशिष्टम् इति एकः भागः अस्ति, तर्हि ततः आरभामः. कस्यचित् गृहे प्रायः ध्वनिः अस्ति, किञ्चित् दूरदर्शनध्वनिः इति चिन्तयामि. परिशिष्टं धातुपाठे द्वादिगणे दिवादिगणे च द्वौ धातु उभयत्र स्तः ष्टिवु क्लमु च. उभयत्र च उपधायां स्थितस्य स्वस्य दीर्घत्वं किञ्च उभयत्र इदं दीर्घत्वं सिद्ध्यति. भिन्नसूत्राभ्यां यद्यपि द्वादिगणे यत् विशिष्टं सूत्रमुक्तं ष्टिवु क्लमु च मांशिति, तस्य प्रसक्तिः भवितुमर्हति स्म. अपि षण् प्रत्ययस्य शित्वात् अस्माकं वर्गे द्वे छात्रे इदं किमर्थम् इति पृष्टवत्यौ. मया यथा इमं प्रश्नं मातरः पृष्टः, तदा ताभिः विचिन्त्य उक्ताः यत् वस्तुतः धातुपाठे अनेके दोषाः. प्रश्नमस्ति किमर्थं दिवादिगणे अपि भुवादिगणे अपि यद् एतत् सूत्रम् इति. एतत् सूत्रम् इति नास्ति, द्वौ धातु किमर्थम् उभयत्र इति. सूत्रमस्ति वा ब्राश् ब्लाश् भ्रमु क्रमु क्लमु त्रुसि त्रुटि यशः. ब्राश् ब्लाश् भ्रमु चलने क्रं क्लं त्रस् त्रुट् लश् एतेभ्यः श्यन् विकल्पेन भवति कर्त्रार्थे प्रत्यये परे. अनेन सूत्रेण यथा भ्वादिगणे एव क्लमु धातुः विकल्पेन श्यन् इति तु उक्तमेव, तदा दिवादिगणे तस्य धातोः पठनस्य न कापि आवश्यकता न भवति एव. भ्वादिगणे एव भवतु दिवादिगणस्य शमामष्टानां दीर्घः शणि इति अन्तर्गत घणविधायकं सूत्रात् अयं धातुः निष्कासनीयः. शमां सप्तानां दीर्घः शणि इति भवतु. द्वादिगणे एव ष्टिवु क्लमु चमांसिति इत्यनेन एव क्लामति क्लाम्यति द्वयोः अपि दैर्घ्यं भवतु. सूत्रमस्ति वा ब्राश् ब्लाश् भ्रमु क्लमु क्रमु क्लमु त्रुटि लशः. तत् सूत्रं भ्वादिगणे एव अस्ति किल भगिनि? सूत्रं भ्वादिगणे अस्ति खलु? भ्वादिगणे क्लं धातुः विकल्पेन षण् इति तु उक्तमेव, तदा दिवादिगणे तस्य धातोः किमपि आवश्यकता नास्ति, तथा शमामष्टानां दीर्घः षणि इति सूत्रेण तस्य निष्कासनं करणीयं, तदा ष्टमु सूत्रेण. आं भगिनि, तर्हि किम् उक्तमस्ति चेत् अस्माकं द्वौ धातुस्तः ष्टिवु क्लौ क्लमु इति प्रथमं प्रश्नः यस्य इत्युक्ते क्लमु इति अत्र अस्माकं प्रश्नः आसीत् खलु. सूत्रमस्ति वा ब्राश् ब्लाश् भ्रमु च क्रमु क्लमु तसि श्रुति लशः इति सूत्रमस्ति. तत्तु भुवादिगणे अस्ति. भुवादिगणे एतत् सूत्रं किं वदति? एतानि एतयोः सूत्रयोः षण् विकल्पेन भवति इति भवति. तर्हि किमर्थं तत्रैव क्लमु इति अस्ति, षण् परे आगच्छति इत्यपि वदति, किमर्थं पुनः क्लमु क्लम् दातु, किमर्थं पुनः दिवादिगणे किमर्थं स्थापितमस्ति इत्येव प्रश्नः उदेति. प्रथमं तस्य एव विवरणम् अत्र उक्तमस्ति. तर्हि यदि क्लमु तत्र अस्ति चेत् क्षमाम् अष्टानां दीर्घः इति वक्तव्यम् इति नास्ति खलु? किमर्थम् अत्र द्वादिगणे एव दत्तमस्ति खलु षण् इति परे आगच्छति. तर्हि अत्र किं भवेत्? द्विवादिगणे क्षमां सप्तानां दीर्घः शनि इत्येव भवतु खलु. तर्हि तत्र एव अस्माकं कार्यं सम्भवति खलु. शन् परे आगच्छति तर्हि कार्यं भवति इति तत् सूत्रेण शन् विकल्पेन आगच्छति. तदनन्तरं स्थिवु क्लमु क्षमां शिति इति सूत्रेण दीर्घत्वमपि भवति. तर्हि किमर्थं द्विवादिगणे पुनः दत्तमस्ति इति प्रथमप्रश्नः. द्वितीयप्रश्नः अग्रे अस्ति. कः कास्ति नाम उचितं भगिनि पुनः? भगिनि रश्मि. स्वागतं रश्मि भगिनी. अन्य कोऽपि अस्ति वा? रामप्रिया भगिनी, सुब्रह्मण्यमहोदय, पुष्पा भगिनी, रश्मि भगिनी, अन्यः अस्ति वा? अस्तु तर्हि भव्या भगिनी का यः पठति सः तु सा तु वर्तनं ऐ मीन् वैशिष्ट्यं बोधनं करोतु. आं भगिनि, आं भगिनि, तर्हि उक्तवती उक्तवती रामप्रिया भगिनी. रामप्रिया भगिनी सम्यक् जानाति. अस्तु, धन्यवादः भगिनी. आं भगिनि, परन्तु अहं मम पार्श्वे करपत्रं तु अस्ति, तत्र करपत्रे कस्मिन् पुटे इति अहम् इदानीं न. ह्यः अस्माभिः पुनः दिवादिगणः इति पुटः अस्ति खलु, तत्र परिशिष्टम् इति एकं भागमहोदयः योजितवान्. नूतन करपत्र प्रायः मम पार्श्वे पुरातनकरपत्रमस्ति भगिनी, एकवारं पश्यति चेत् रिफ्रेश् करोति चेत् रिफ्रेश्. मम पार्श्वे तु कागदे अस्ति भगिनी, अहम् इदानीं जालपुटं पश्यामि. अन्तिमभागः अन्य छात्रः पठितुम् इच्छति चेत् सम्यक् भवति, समयः व्यर्थः न भवति इति अहं चिन्तयामि. अहम् अन्वेषयामि इदानीं. तर्हि रश्मि भगिनी पठति वा? प्रायः पुष्पभगिनी म्यूटेड् अस्ति इति मन्ये. परिशिष्टमिति आरम्भतः एव किल? इदानीमेव रामप्रिया भगिनी इदानीं तु ष्टुः क्लमु क्षमां शिति इति सूत्रात् आरभ्य पठनीयं. पुनः पठनीयं चेत् भगिनी किञ्चित् विलम्बेन आगतवती, पुनः पठनीयं चेत् पुनः पठितुम् अस्ति. चिन्ता मास्तु भगिनी, अहम् एतत् ष्टिवुक्लमुचमांसीति इति आरभ्य पठामि. ष्टिवुक्लमुचमांसीति ष्टिव् क्लम् चम् एषां धातुरूपी अङ्गानाम् अचः दीर्घत्वं शिति प्रत्यये परे. ततः अग्रे उक्तवत्यः अन्यच्च ष्टिवु धातुः ष्टिवुक्लमुचमांसिति इत्यनेन एव फ्वादावपि दिवादावपि दीर्घत्वं भवतु. हली च इत्यस्य दिवादौ ष्टिवु कृते न कापि आवश्यकता. ष्यन् इत्यस्य षित्वात् अपि च तदपेक्षया पुनः इतोपि सम्यक्. ष्टिवु धातुः ह्वादिगणे एव भवतु. त्रुटिलशः इति सूत्रे ष्टिवु धातुं संयोजयतु. अनेन भ्वादौ एव ष्टिवु धातोः क्रमु इव विकल्पेन स्यात्. तस्मात् भ्वादावेव ष्टिवु क्लमुचमांसिति इत्यनेन द्वयमपि ष्ठीवति ष्ठीव्यति इत्येव सम्यक्. ततः अग्रे मातृभिः उक्तं, किन्तु मम पुस्तकम् अधुनैव मुद्रितं, किमर्थम् इदं पूर्वमेव त्वया नोक्तं? यदा मया पुनः उक्तं यत् अयं प्रश्नः द्वाभ्यां छात्राभ्यां पृष्टः, तदा ता उक्तवत्यः ते द्वे छात्रे अतीव बुद्धिमत्यौ. एतत्तु ह्यः महोदयः उक्त्वा माता एवम् उक्तवती इति. अत्र ष्टिवु क्लमु चमांसिति इति सूत्रेण भ्वादिगणस्य पाठे उक्तमासीत् ष्टिवु क्लमु चमांसिति इति सूत्रेण ष्टिवु धातुः तत्र इकारस्य दीर्घत्वं भवति इति. अनन्तरं क्लमु क्लम् धातोः अपि दीर्घत्व विषये भ्वादिगणे उक्तमासीत्, किन्तु दिवादिगणे अनन्तरं हलीच इति सूत्रेण ष्टिव् धातोः दीर्घत्वं भवति इति अपि आसीत्. अनन्तरं अत्र क्लम् धातोः क्षमाम् अष्टानां दीर्घः शनि इति धातोः दीर्घत्वमपि दिवादिगणे उक्तमासीत्, किन्तु माता उक्तवती ते तद् दिवादिगणे न गणनीयं, तद् ष्टिवु भ्वादिगणे एव ष्टिवु. अनन्तरं क्लम् धातोः भ्वादिगणे एव सम्यक् भवेत् इति. अत्र एकसूत्रमस्ति वा क्लाश् क्लाश् क्लम् क्लमु क्रमु क्लमु त्रसि त्रुटिलशः इति सूत्रेण भ्वादिगणे एव ष्टिवु धातु अपि संयोजयितुं शक्यते इति. तदेव किल भगिनी अत्र उक्तम्? हा आं भगिनि, क्लमु तत्र अस्ति तर्हि ष्टिवु अपि योजयामः चेत् सम्यक् भवति खलु. किमर्थं पुनः स्वीकृत्य किमर्थम् उक्तमस्ति? दिवादिगणे अपि किमर्थं स्थापितमस्ति तत्रैव वदामः चेत् शन् इति परे आगच्छति, तर्हि अस्माकं रूपद्वयं सम्भवति खलु. दिवादिगणे अपि स्थापनीयम् इति नास्ति. किमर्थं पाणिनिः स्थापितवान् इति प्रश्नः उदेति, तस्य उत्तरं माता दत्तवती. दोषः अस्ति, एतत् दोषः इति एषः दोषः अस्ति. क्लमु तु क्लमति क्लम्यति क्लामति क्लामयति क्लामति क्लामयति. हा अस्तु अस्तु भगिनि, अभवत् वा संशयः नास्ति? अत्र प्रश्नः अस्ति इत्युक्ते भगिनी द्वे भगिनी प्रश्नं पृष्टवत्यो, किमर्थं ष्टिवु क्लमु द्वादिगवे गणे एव? तत्र सूत्रद्वयम् अस्माभिः दृष्टं खलु. किमर्थं पुनः दिवादिगणे अपि किमर्थं स्थापितमस्ति इति प्रश्नमस्ति. तस्य उत्तरमस्ति प्राणिनिः प्रायः दोषेण तत्र दत्तवान्, तस्य आवश्यकता एव नासीत्, किन्तु तथापि एतत् सूत्रं तथा न योजितवान् इति एव अस्ति उत्तरम्. अस्तु, तर्हि अग्रे गच्छेम. राम सुब्रह्मण्यमहोदय पठति वा तुदादिगणम् अनुवर्तयामि आरम्भं करोमि. पठनम् तुदादिगणः. तुदादिगणे कर्तृत्वे सार्वधातुकप्रत्यये परे धातुभ्यः षविकरणप्रत्ययः विहितः अस्ति. वस्तुतः प्रथमं कर्तरि शप् इत्यनेन शप् विहितः. तदा कर्तरि शप् इति सूत्रं प्रबाध्य तुदादिभ्यः शः आगत्य कार्यं करोति. किमर्थम्? अस्यां दशायां तुदादिभ्यः शः स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति. कर्तरीशप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति. अतः तुदादिभ्यः शः कर्तरीशप् इत्यस्य अपवादभूतसूत्रम्. पूर्वपरनित्य अन्तरङ्ग अपवादानुमुत्तरोत्तरं बलीयः इति परिभाषया यत् सूत्रम् अपवादः अस्ति तत् अपरस्य अपेक्षया बलवत्. अतः अत्र तुदादिभ्यः शः इति सूत्रस्य कार्यं सिद्ध्यति. अत्र तुदादिगणे कर्तृत्वे सार्वधातुकप्रत्ययपरे धातुभ्यः अत्र तुदादिगणे विकरणप्रत्ययः अस्ति श. वस्तुतः प्रथमं तु कर्तरि श एव कार्यं करोति. अत्र प्रायः तिंशित् सार्वधातुकं अस्तु भगिनि. वदतु महोदय. तिंशित् सार्वधातुकम् इत्यनेन खलु भगिनि अत्र कर्तरि शप् आयाति प्रथमम्. आं महोदय, सत्यमस्ति. किञ्चित् सार्वधातुकम् इत्यनेन सूत्रेण सार्वधातुकप्रत्ययः इति भवति. कर्तरि शप् वदति, किं वदति कर्तरि शप्? यत्र कर्तृत्वके भवति तदनन्तरं सार्वधातुके कर्तृत्वके भवति चेत् तत्र कर्तरि शप् इति आगच्छति. कर्तरि शप् आयाति. अत्र प्रथमं तु वस्तुतः कर्तरि शप् सूत्रेण शप् विहितः भवति. तत् अनन्तरमेव तं सूत्रं प्रबाध्य तुदादिभ्यः शः सूत्रमागत्य कार्यं करोति इति. अत्र प्रश्नः अस्ति किमर्थं तदा भवति इति. अत्र प्रायः अन्यसूत्रं दत्तमस्ति, पूर्वपरनित्यान्तरङ्गापवादानुदानामुत्तरोत्तरं बलीयः सूत्रान्. अत्र यः सूत्रम् अपवादः नास्ति, तस्य यः परिभाषा अस्ति, सूत्रं नास्ति. अस्तु भगिनि, नास्ति पुस्तके नास्ति. पुस्तके नास्ति किन्तु परिभाषा इत्युक्ते सूत्रं नास्ति इति न भवेत्. परिभाषासूत्रमपि भवितुम् अर्हति. सूत्राणि सन्ति परिभाषासूत्राणि, किन्तु एतत् परिभाषा सूत्रं नास्ति. अष्ट अष्ट अष्टाध्यायी पुस्तके नास्ति, पाठपुस्तके नास्ति. किमपि सूत्रम् अपवादः अस्ति, तत् सूत्रम् अपरस्य अपरस्य सूत्रस्य अपेक्षया बलवत् भवति. तत् कारणात् अत्र सुदादिभ्यः शः इति सूत्रस्य कार्यं सिद्धं भवति इति लिखितमस्ति अत्र. आम् महोदय, तर्हि इत्युक्ते धातुः अस्ति, तदनन्तरम् अतिङ् प्रत्ययः परे आगच्छति. तिंश्चित् सार्वधातुकम् इति सूत्रेण तिङ् इत्यस्य सार्वधातुकसंज्ञका संज्ञा भवति. तस्मिन् समये किं भवति, कर्तरि शप् इति सूत्रं किं वदति इत्युक्ते परे यदि कर्तरत्के भवति, सार्वधातुके प्रत्ययः परे भवति चेत् कर्तरि शप् इति आयाति. तर्हि यत्र स्ट्रिङ्ग् सार्वधातुकमस्ति, यस्मिन् प्रसङ्गे कर्तरत्वे भवति चेत्, यदि तिङ् प्रत्ययः कर्तरत्के भवति चेत् तस्मिन् समये शप् आगच्छति. यदि तिङ् कर्तरत्के नास्ति चेत् शप् न आगच्छति. कर्तरत्के भवतु, सार्वधातुकप्रत्ययः अपि भवतु इति निमित्तद्वयम् अस्ति. अतः द्वौ अपि पूर्णं करोति चेत् सम्भवति चेत् तस्मिन् समये कर्तरिष्य पाकस्य कार्यं करोति. तुदादिभ्यः शः इति कर्तरिषप् आयाति, किन्तु किं भवति, तुदादिभ्यः शः इति पाणिनिना दत्तमस्ति. तत्र अस्माकं परिभाषा अस्ति पूर्वपरनित्य अन्तरङ्ग अपवाद अपवादानाम् उत्तरोत्तरं बलीयः इति. यदि पूर्वसूत्रात् परसूत्रं बलवत् भवति, परसूत्रात् नित्यसूत्रं बलवत् भवति, नित्यसूत्रात् अन्तरङ्गसूत्रम्, अन्तरङ्गसूत्रात् अपवादसूत्रं बलवत् भवति इति परिभाषा वदति. तर्हि अस्मिन् प्रसङ्गे तुदादिभ्यः शः इति अपवादसूत्रं भवति. किमर्थम् इत्युक्ते यदि तुदादिभ्यः शः इति न उपयोगं कुर्मः अत्र न उपयोगं कुर्मः चेत् निरर्थकं भविष्यति. तर्हि तस्य बलम् अधिकम् अस्ति, अतः वयं स्वीकुर्मः कर्तरिषत् प्रभाग्य अत्र द्वादिगणे तु पूर्वपरनित्यान्तर अङ्गा ये परिभाषा अस्ति भगिनि अस्ति तत्र किन्तु किमपि पाणिनिगणे अत्र अत्र नास्ति, अत्र नास्ति द्वादिगणे अपि सूत्रं अस्ति. कोऽपि सर्वत्र कार्यं करोति, परिभाषासूत्रं सर्वत्र सत्यमेव कार्यं करोति, किन्तु तत्र कर्तरिषप् इत्यस्य एव कार्यं भवति खलु. प्रथमतया भुआदिभ्यः इति अन्य प्रत्ययः उपयोगं करोतु इति पाणिनिना न दत्तम् अस्ति, न दत्तवान् पाणिनिः. तर्हि कर्तरिषप् इति एव कार्यं करोति, तत्र न कापि क्लेशः. सर्वत्र कर्तरिषप् आगत्य कार्यं कर्तुम् इच्छति, किन्तु अत्र किं भवति, अस्मिन्नपि कर्तरिषप् एव कार्यं कर्तुम् इच्छति, किन्तु सुधादिभ्यः सह इति अपवादसूत्रम् आगत्य कार्यं तेन तस्य कार्यं सम्भवति. बलवत् इत्यस्मात् तस्य कार्यं सम्भवति. पूर्वपरतः अवगच्छामः, नित्यम् इत्युक्ते यत्र नित्यकार्यं भवति, एकस्मिन् सन्दर्भे कार्यं भवितुम् अर्हति, किन्तु वयम् अन्यत् सूत्रम् उपयोगं कुर्मः चेत् पुनः तत् एव कार्यम् आगच्छति चेत्, प्रथमं यत् कर्तव्यम् आसीत् तदेव आगत्य कार्यं करोति चेत् तस्य नित्यकार्यम् इति वदामः. अन्तरङ्ग इत्युक्ते यस्य कार्यक्षेत्रं न्यूनमस्ति, अन्यस्य कार्यक्षेत्रम् अधिकम् अस्ति चेत्, यत्र कार्यक्षेत्रं न्यूनमस्ति तस्य अन्तरङ्गसूत्रमिति वदामः. अपवादत् सूत्रम् इत्युक्ते यदि वयं न उपयोगं कुर्मः चेत् तस्य सूत्रं निरवकाशं तत् सूत्रं निरवकाशं भविष्यति तर्हि तत् अधिक बलीयः भवति. तर्हि अस्माकं प्रश्नः वदति कर्तरि शप् उपयोगं कुर्मः वा सुदादिभ्यः शः उपयोगं कुर्मः इति प्रश्नस्य उत्तरं भवति सुदादिभ्यः शः इति एव आगच्छति. बलवत् अस्ति अतः तदेव उपयोगं कुर्मः. आगच्छतु, क्षम्यताम्. धन्यवादः भगिनि. अत्र अहं न आगतवान् यः ह्यस्तनकक्षायां न आगतवान् तत्कारणात् किञ्चित् अत्र क्लेशः न वर्तते खलु महोदय. इदानीं तु प्रायः मम तु सम्भाषणशैली तु सम्यक् न करोमि किल, क्लेशः वर्तते तत्र मम अपि. उत्कृष्टा भगिनि, मां स्थगयतु महोदय, कुत्रचित् अपि मम विवरणं सम्यक् नास्ति चेत्. सम्यक् अस्ति भव्य, सम्यक् अस्ति. तुदादिभ्यः अहं तु विवरणं न ददामि, ददातु न करो, प्रयत्नं करोमि. सुदादिभ्यः शः, सुदादिगणे स्थितेभ्यः धातुभ्यः श प्रत्ययः भवति. कर्तृर्थकः सार्वधातुक प्रत्यये परे तुद् आदिर्येषां ते सुदादयः बहुव्रीहिसमासः तेभ्यः सुदादिभ्यः. सुदादिभ्यः पञ्चम्यन्तं ष प्रथमान्तं द्विपदमिदं सूत्रम् कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरनेकाचो हलादेः क्रियासमभिहारे यक् यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सुदादिभ्यः धातुभ्यः श प्रत्ययः परश्च कर्तरि सार्वधातुके इति विवरणं प्रयत्नं करोमि. सुदादिभ्यः शः सूत्रस्य विवरणम् अत्र अस्ति. सुदादिगणे धातुभ्यः स्थितेभ्यः तु किम् अर्थं स्थितेभ्यः? ओ अत्र अस्ति, अत्र अस्ति, अत्र अस्ति, सुदादिगणे अत्र अस्ति स्थितेभ्यः धातुभ्यः श प्रत्ययः भवति. कर्तृक सार्वधातुकप्रत्ययपरे तुदादिगणे धातुभ्यः श प्रत्ययः भवति. तुदादिगणधातुः अस्ति चेत् तुदादिगणधातोः परे यदि सार्वधातु कर्तृक सार्वधातुकप्रत्ययपरे आगच्छति चेत् मध्ये श प्रत्ययः भवति. आदिर्येषां ते सुदादयः समयः नास्ति खलु, सूत्रस्य अष्टावगमनमस्ति चेत् अस्माकं कृते त्वया विवरणं करोतु. अभवत् भगिनि, सूत्र अष्टः आगच्छामः इति एव अस्ति. अर्थम् आगच्छति, विवरणं दातु ददामि च विवरणं न अर्थं न सम्यक् नास्ति. न न न पर्याप्तं भगिनि, एतत् सम्यक् अस्ति. कर्तरि शप् धातुतः शप् प्रत्ययः भवति कर्त्रार्थके सार्वधातुकप्रत्यये परे अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. कर्तरि शप् इत्यस्य अर्थम् अस्ति शप् प्रत्ययः धातोः परः अस्ति चेत् कर्तरि सार्वधातुके. तदानीमेव किल? न न तथा नास्ति. धातुतः कदा सप्रत्ययः भवति, यदि कर्तृत्वः सार्वधातुके प्रत्यये परे आगच्छति चेत् तस्मिन् समये सप्रत्ययः विहितः भवति धातुतः. विहितः आगच्छति आगच्छति आगच्छति विहितः विहितः आगच्छति समानम्. अयं च प्रत्ययः षित् इति कारणतः तिंषित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः. तस्मात् कारणात् ष प्रत्ययः परः चेत् सार्वधातुक आर्धधातुकयोः पुकन्दलघुपदस्य च इति सूत्राभ्यां गुणकार्यं विहितं, परन्तु ष अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् अतः ङिति च इति कारणतः यत्र यत्र गुणकार्यं विहितं तत्र तत्र निषिद्धम्. अयं तुदादिगण विकर्णप्रत्ययः श अस्ति. षित् इति कारणतः तिंषित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः. श प्रत्ययः परः अस्ति चेत् सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्राभ्यां गुणकार्यं विहितमस्ति, परन्तु तद् अपित् अपि अस्ति अतः कारणात् सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवति. नित्वत् इति कारणात् निति च इति सूत्रेण गुणकार्यं निषिद्धं भवति. आं भगिनि, षप्रत्ययः केन सूत्रेण षित् भवति, कथं षित् भवति? षप्रत्ययः तिंषित् सार्वधातुकम् इति सूत्रेण सार्वधातुकं भवति. कथं षित् भवति, चकारस्य संज्ञा कथं भवति? क्षम्यताम्, अहं सूत्रं सूत्रमिति चिन्तितवती. क्षम्यताम्. आम् आम् आम्, लशक्वतदीते लशक्वतदीते हलन्त्यं तस्य लोपः. लशक्वतदिते नास्ति भगिनि, हलन्त्यम् एव. न न शा प्रत्ययस्य शकारस्य लोपः लशक्वतदिते इति सूत्रे हलन्ति, तत्र हल् वर्णः एव नास्ति खलु, हल्कि वर्णः नास्ति खलु. शप् अस्ति चेत् पकारस्य लोपः भवति हलन्त्यम्. ओहोहो, च इत्यस्य वर्णस्य लोपः लशक्वतदिते इति लशक्वतदिते चकारः अकारः भवति किल, शकारस्य लोपः भूत्वा अकारः एव तिष्ठति. सुब्रह्मण्यं अस्तु भगिनि. सार्वधातुकम् अपेत् अपेत् सार्वधातुकं नित् इव अस्ति. सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदमिदं सूत्रं. गाङ्कुट्टादिभ्यो इत्यस्मात् नित् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित्. अत्र सार्वधातुकम् अपेत् नित् इव अस्ति इति तस्य अपित् यः प्रत्ययः अपित् अस्ति, अपित् इत्युक्ते पकारस्य पकारः नास्ति इति, अत्र प्रत्ययः पकारस्य इत् इत् संज्ञा न भवति अत्र, षकारः अत्र पकारः इत् संज्ञा नास्ति, तत्कारणात् षकारः अपित् अस्ति, षकारः अपित् अस्ति, तत् षकारः नित् इव भवति इति तस्य विवरणम् अत्र. कीदृशसूत्रमिति वदति वा अस्माकं संज्ञासूत्रमिति? सार्वधातुकम् अपित् सार्वधातुकम् अपित् नित् गुणपरिवर्तनं भवति खलु, तर्हि भेद यः इत्युक्ते अतिदेशसूत्रम् इति वदामः. अतिदेशसूत्रं नितीच यः प्रत्ययः गित् कित् अथवा नित् नित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः गुणः वृद्धिः न भवति. सार्वधातुकम् अपि गुणवृद्धिः अत्र गुणगुणवृद्धिः नास्ति. ग च क च इ च तेषाम् इतरेतद्वन्द्वः इतः यस्य सः ङित् तस्मिन् परे ङिति द्वन्द्वगर्भ बहुव्रीः समासः. अत्र ग स्थाने ककारः करि च इत्यनेन चर्त्वसन्धिः किति सप्तम्यन्तं च अन्य अव्ययपदं द्विपदमिदं सूत्रम्. इको गुणवृद्धिः इत्यस्य पूर्णतया अनुवृद्धिः न धातुलोपः आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं निति च इकः गुणवृद्धिः न. निति च प्रत्ययः गित् कित् अथवा नित् अस्ति चेत् प्रत्ययः तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः गुणवृद्धिः न भवति. आं भगिनि, तर्हि गुणनिषेध गुणवृद्धिनिषेध इति गुणवृद्धिनिषेध. आम्, आहत्य तद् तुदादिगुणे कर्त्रर्थे सार्वधातुकप्रत्यये परे श प्रत्ययः विहितः. श च निद्वत् अस्य एकः परिणामः गुणनिषेधः, परन्तु यथा दृष्टं द्विवादिगणे प्रत्ययस्य निद्वत् इति भवनेन केवलं गुणनिषेधः सिद्धः इति न, तस्य अनेके प्रभावाः सन्ति, तेषु त्रयः प्रमुखाः अधोलिखिताः. अहं पठामि अहं पठामि निषेधः अस्ति निषेधः कित् कित् गित् कित् अथवा नीत् अस्ति चेत् किन्तु अन्यकार्याणि भवन्ति प्रमुखकार्याणि सम्भवन्ति यत् वयं पूर्वं दिवादिगणे दृष्टवन्तः निद्वद्भवति तर्हि शन् अपि निद्वद्भवति गुणकार्यं निषिद्धं भवति किन्तु अन्य कार्याणि त्रीणि प्रमुखकार्याणि सम्भवन्ति अन्येपि सन्ति विशेष सूत्रान् वयं सर्वे दृष्टवन्तः अस्य तुरादिगणे यः भेदः कः भेदः इति पुनः अग्रे पश्यामः क्षम्यतां भगिनि भवत्याः नाम लन्ति न न न विवरणं कार्यं न करोमि करोमि भगिनि कितिङ् इति विशिष्टकार्याणि यः कोऽपि प्रत्ययः कित् ङित् भवति तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि प्रथमम् अङ्गान्ते उपधायां च इकः गुणः निषिद्धः तदादौ तुद्योगः शयोगः ति तुदति किङित ङिति च इति सूत्रम् अत्र उक्तं प्रथमविशिष्टकार्यम् अस्ति उपधायां स्थितः इक् वर्णस्य गुणनिषेधः तस्य ङिति च इति सूत्रेण भवति तस्य उदाहरणमस्ति तुद् योगः शयोगः ति तुदति इति रूपम् आगच्छति यदि गुणः भवति तदा तुदति इति रूपं न आगच्छति तत्र गुणः कथं भवति यदि गुणं भवति चेत् कथं भवति गुणः अस्ति चेत् तस्य गुणकार्यं भवति उकारस्य ओ इति गुणं भूत्वा तोदति इति रूपं आगच्छति स्म किन्तु इति चेत् सूत्रेण गुणनिषेधम् अतः तुदति इति रूपं द्वितीयविशिष्टकार्यमस्ति अनिति धातूनाम् उपधायां न लोपः येषां हलन्तधातूनाम् इत्संज्ञक ह्रस्व इकारः नास्ति तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपो भवति त्रुम्फ् योगः शयोगः ति अत्र न लोपः अनिदितां हल उपधाया निति परन्तु तुदादिगणे विशिष्टवार्तिकेन येषां पुनः नुमागमः आनीयते शे त्रुम्फादीनां नुम्वाच्यः त्रुम्फयोगः शयोगः ति न लोपः तृभ्योगः आयोगः ति पुनः नुमागमः तद् पुनः नृ तृम्फ् इति आगच्छति अतः तृम्फयोगः आयोगः ति तृम्फति इति रूपम् अत्र उक्तमस्ति अनिदिद्धातूनाम् उपधायां नकारस्य लोपः भवति किन्तु अत्र अन्य एकं वार्तिकं सूत्रम् अस्ति अनिदितां तत्र शो शे त्रुम्फादीनां नुम्वाच्यः इति वार्तिकम् अस्ति तदनुसृत्य यदि न लोपः भवति किन्तु अनन्तरं नुमागमः आगच्छति अतः त्रुम्फ् धातोः प्रथमं नकारलोपः आगच्छति अनन्तरं नुमागमः वार्तिककारणेन नुमागमः आगच्छति त्रुम्फति इति रूपम् आयाति आं भगिनि अत्र तु सूत्रे तु नकारस्य एव लोपः इति उक्तमस्ति खलु किमर्थम् अत्र मकारस्य लोपः भवति त्रुम्फ् इति धातोः अनुनासिक वर्णः अतः मकारः अपि अनुनासिकः तथा नास्ति आदौ धातु धातु आदौ यत् अस्माकं उक्तम् आदौ धातु साक्षात् तु नकारः एव आसीत् तदनन्तरं परसवर्णः आगत्य मकारः अनुस्वारस्य इ परस्वर्णः नकारस्य नश्चापदान्तस्यचलि अनुस्वारस्य इ परसवर्णः इति अनुस्वारादेशः तदनन्तरं परसवर्णः आदेशः भूत्वा मकारः आगच्छति किन्तु आदौ तु नकारः एव इति अस्माभिः अवलोक धातोः पूर्वं मकारस्य स्थाने नकारः आसीत् इति धातु धातुविवरणं करोति अत्र तुदादिगणे औषङ्दिगणे अस्ति अस्तु कार्यमस्ति सम्प्रसारिण सम्प्रसारिणीनां धातूनां सम्प्रसारणं यण् स्थाने इकः इक् आदेशः यण् सन्धौ यदा भवति तस्य विपरीतक्रमः कितिङिति प्रत्यये परे वश्च योगः शयोगः ति व्रच् योगः शयोगः ति वृच्छति ग्रहि ज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति पृज्यतीनां ञति च अत्र उक्तमस्ति सम्प्रसारणम् इति कार्यं भवति इति तत्र सम्प्रसारणम् इत्युक्ते यण् स्थाने इक् आदेशः आगच्छति किति कित् प्रत्ययः वा ङित् प्रत्ययः परे आगच्छति चेत् तद् उदाहरणमस्ति व्रच् इति धातु व्रच् योगः शायोगः इति वृच्छति इति रूपं तत्र यण् तत्र व्र इति स्थाने वृ इति रूपम् आगच्छति धन्यवादः आं भगिनि देयं यत् दिवादिगणे तुदादिगणे च यद्यपि उभयत्र विकरणः अपि ष्यन् श तथापि सर्वत्र तयोः कार्यं समानं नास्ति भेदाः सन्ति यतोहि ष्यन् य हलादिः अपित् प्रत्ययः श अजादिः अपित् प्रत्ययः हलादि अजादिभेदात् कार्यं भेदाः सन्ति परन्तु उपरितननियमत्रयं सार्वत्रिकं नाम कित् ङित् प्रत्यये परे येषां त्रयाणां कार्यं भवति एव एषु त्रिषु नियमेषु गुणनिषेधः नकारलोपः सम्प्रसारणम् इत्येषु प्रत्ययस्य हलादि अजादिभेदात् न कोऽपि प्रभावः तत्र तु दिवादिगणे तुदादिगणे उभयत्र विकरणप्रत्ययः अपित् अस्ति दिवादिगणे ष्यन् तुदादिगणे श तु लषक्वदधिते तस्य लोपः अनन्तरम् अ एव अवशिष्यते तत्तु अजादिः शन् य अवशिष्यते तत्तु हलादिः हलादि अजादिभेदात् कार्यभेदः तु सन्ति परन्तु उपरितननियमः त्रयमस्ति तत् सार्वत्रिकम् अस्ति तदर्थ समानम् अस्ति इति अर्थं वा भगिनि सार्वत्रिकम् इत्युक्ते उभयत्र कार्यं करोति उभयत्र कार्यं करोति ङित् कित् ङित् प्रत्यये परे येषां त्रयाणां कार्यं समानमेव अस्ति तत् कार्यं तु गुणनिषेधः न लोपः सम्प्रसारणं तत् हलादि अजादिभेदात् न कोऽपि प्रभावः अस्ति इति अन्ये कुत्रचित् भेदः भवति किन्तु अत्र एकं त्रयाणां कार्याणि तु निश्चयेन सम्भवन्ति किन्तु अन्यत्र हलादि अजादिभेदेन कार्ये भेदः यद्यपि कार्ये कित् ङित् इति प्रसङ्गः अस्ति परन्तु सूत्रेषु हलादिपरे अजादिपरे इति कुत्रचित् उक्तम् यथा प्रत्ययः हलादिः कित् ङित् चेत् हली च इत्यनेन रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति दिवादिगणे ष्यन् हलादिः अतः इदं कार्यं भवति जृयोगः य जिर्योगः य जीर्योगः य जीर्यति तुदादौ ष अजादिः अतः न भवति अन्यत्र प्रत्ययः अजादिः कित् ङित् चेदेव भवति यथा अचि श्नु धातुब्रुवां युवोर्युवङ्गौ इति सूत्रेण अचि इति ङिति परे ईकारान्त उकारान्त धातुरूपी अङ्गस्य ईकारस्य उकारस्य स्थाने क्रमशः यङ् वङ् आदेशः भवति रियोगः अयोगः ति इर्योगः इ योगः अ योगः ति रियति दिवादौ ष्यन् हलादिः अतः इदं कार्यं न सम्भवति ये हलादि अजादिः भेदेन किञ्चित् कार्यभेदम् अपि अस्ति तदस्ति तदस्ति कित् ङित् परे प्रत्ययः परः अस्ति चेत् हलादिपरे अजादिपरे इति उक्तं चेत् किं कार्यं कार्यस्य भेदः भवति इति एकः उदाहरणमस्ति जृ धातुः हली च इति सूत्रेण रेपान्तानां वकारान्तानां च धातूनां उपधायां स्थितः इक् वर्णस्य दीर्घः भवति प्रथमं तु हृद् इति सूत्रमस्ति किल सूत्रं हृदयधातोः आम् तस्य जिर् भवति अनन्तरं जीर् इति दीर्घं भवति इक् वर्णः सुधादौ अजादिः अस्ति अतः तत् सूत्रं हलीच इति सूत्रं तत्र अत्र कार्यं न करोति सुधादौ अत्र तु अचिष्णु धातुभ्रुवां युवार्युवङ्गौ इति सूत्रम् अचिपरे इति इकारान्त उकारान्त धातुरूपां रूपी अङ्गस्य इकारस्य स्थाने यङ् उकारस्य स्थाने उवङ् आदेशः भवति उदाहरणम् अस्ति रियोगः अयोगः ति रीस्थाने इर् योगः इ भवति अयोगः ति रियति यदि रि इत्यस्मात् परे यकारः आसीत् चेत् कथं भवति रि धातोः इदानीं तत् पूर्वं हलन्त्यं हली च कार्यं करोति तत्र तर्हि कथं भवति कः भेदः वर्तते जृ इत्यस्य हृदयधातोः ऋकारान्तधातुः जृ अस्ति तर्हि हृदयधातोः किं वदति यदि ऋकारान्तधातुः अस्ति चेत् रेफान्तधातुः अस्ति चेत् ऋकारस्य स्थाने रेफस्य स्थाने इकारः आदेशः भवतु इति ऋकारस्य स्थाने इकारः आदेशः भवति हृदयधातोः तर्हि जृ इत्यस्य जि इति आगच्छति इदानीं किम् अभवत् जि इति इकारान्तधातुः अस्ति खलु जृ इत्यस्य परिवर्तनं भूत्वा जि इति अभवत् इदानीं जि इति इकारान्तधातुः अस्ति इकारान्तधातुः अस्ति चेत् हलीच इति सूत्रं किं वदति यत्र रेफान्तानां जिर् इति भवति खलु यत्र रेफान्तानां वकारान्तानां धातूनाम् उपादायस्य तस्य क्षम्यताम् इकारान्तधातुः अस्ति जिर् इति धातुः भवति तर्हि उपधायां तस्य इक् वर्णः दीर्घो भवति इति तर्हि जीर्यति इति भवति तत्र अत्र किम् अस्ति अत्र तु खलीच इत्यस्य सूत्रं न कार्यं न करोति किमर्थम् इत्युक्ते अस्माकं तु अकारः अस्ति अचि अस्ति तर्हि अचिष्णु धातुध्रुवं यु युवङ्गो इति सूत्रं कार्यं कृत्वा रि इति अस्माकम् उदाहरणं महोदयेन दत्तमस्ति रियोगः आयोगः इति रियति इति भवति अत्र हलीच इत्यस्य कार्यस्य निमित्तमेव नास्ति हलीच इति कार्यस्य आवश्यकता हली परे भवेत् इति निमित्तं नास्ति अतः कार्यं न करोति कार्यं धन्यवादः सुब्रह्मण्यं अन्यानि कित् निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते अधुना तुदादिगणे सार्वधातुकलकाराणां रूपाणि कथं भवन्ति इति वीक्षताम् तुदादिगणः प्रथमधातुगणसमूहे नाम नाम अस्मिन् गणे अङ्गं सर्वत्र अदन्तम्। ष प्रत्ययस्य षकारस्य इत् संज्ञा लशक्वत्तद्धिते इति सूत्रेण तस्य लोपः इत्यनेन तस्य लोपः अ इति अवशिष्यते। तुदादिगणीयः धातुः यः कोऽपि भवतु नाम अङ्गस्य अन्ते अ इति विकरणसम्बन्ध अकारः भवति एव, यथा लिख् योगः अ लिख। अत्र संक्षिप्तरूपेण तुदादिगणे अङ्गं सर्वदा अकारान्त एव भवति इति अस्ति भगिनी अत्र। किमर्थं चेत् अत्र विकरणप्रत्ययः अस्ति श, श प्रत्ययस्य षकारस्य इत्संज्ञा भवति लशक्वत्तद्धिते इति सूत्रेण तस्य लोपः इत्यनेन तस्य लोपः भवति अ एव अवशिष्यते, तत्कारणात् अङ्गं सर्वदा अदन्तमेव भवति इति दत्तमस्ति। विकरणप्रत्ययः अ इत्यस्मात् सर्वत्र सर्वे धातुतः वयम् अ इति योजयामः, तर्हि अकारान्तङ्गं भवति। पूर्वमेव अस्माभिः सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु तिङ् प्रत्ययाः साधिताः। पूर्वतने पाठे अदन्ताङ्गतिङ्प्रत्यययोः संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम्। अधुना तुदादिगणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणविधिः अस्माभिः ज्ञायते। अङ्गस्य सामान्यचिन्तनं किं, विशेषचिन्तनं किमि इति ज्ञेयम्। एकवारम् अङ्गं निर्मितं ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं सिद्धतिङ्प्रत्ययाः के अपि च अङ्गतिङ्प्रत्ययसंयोजनविधिः अस्माभिः ज्ञायते एव। अतः आहत्य अधुना केवलम् अदन्तम् अङ्गम् अपेक्ष्यते। हस्ते अङ्गम् अस्ति चेत् लटि लोटि लङि विधिलिङ्गि च तिङन्तबुद्धिः प्राप्ता। तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्। अङ्गं ज्ञायते चेत् लटि लोटि लङि विधिलिङ्गि च सर्वाणि रूपाणि ज्ञायन्ते। अत्र एकवारं पुनस्मरणं दत्तमस्ति भगिनि, यदि अङ्गं तु अदन्ताङ्गमस्ति, अनन्तरं सिद्धतिङ्प्रत्ययाः वयं पठितवन्तः पूर्वतनपाठे, तत्कारणात् लटि लोटि लङि विधिलिङ्गि रूपाणि वयं जानीमः इति। तर्हि यदि अङ्गं जानीमः चेत् सर्वाणि रूपाणि ज्ञातुं शक्यन्ते। धन्यवादः। लटि सिद्धप्रत्ययः तीतः अन्ति सीतः ता मि वहमः लट् लकारे तिङन्तरूपाणि। एकवारं तुदादिगणे ततः आरभ्य हा हा एकवारं तुदादिगणे चतुर्णां लकाराणां तिङन्तरूपाणि कथं सन्ति इति पश्येम तदा एवमेव अग्रे कस्याचित् अपि धातोः अदन्ताङ्गस्य ज्ञानेन सर्वाणि तिङन्तरूपाणि ज्ञास्यन्ते. अत्र दृष्टान्ते परस्मैपदे चल् धातुः अङ्गम् अस्ति. चल् योगः च चल लटिसिद्धप्रत्ययः तीतः अन्ति सीतः था मी वहमः चल लट्लकारे तिङन्तरूपाणि चलति चलतः चलन्ति चलसि चलतः चलत चलामि चलावः चलामः. लोटि सिद्धप्रत्ययः तु तात् ताम् अन्तु शून्य तात् तं ता आनि आव आम लोट्लकारे तिङन्तरूपाणि चलतु चलतात् चलतां चलन्तु चल चलतात् चलतं चलता चलानि चलाव चलाम. लङ्गिसिद्धप्रत्ययाः त् ताम् आन् अन् सन् स् तं ता अं वा मा लङ्लकारे अचलत् अचलताम् अचल अचलन् अचलः अचलतम् अचलता अचलम् अचलाव अचलाम. सिद्धिपत्रयाः इत् इतां युः इहि इह इतम् इता इयम् इव इमां चल विधिलिङ्गलकारे चलेत् चलेतां चलेयुः चलेः चलयितं चलेता चलेयं चलेव चलेम. त्रिधादिगणे आत्मनेपदे वृङ् धातुः प्राणत्यागे अर्थम् अङ्गम् अस्ति मृ योगश म्रिया. लटि ते इते अन्ते से इथे द्वे ये वहे महे म्रियते म्रियेते म्रियन्ते म्रियसे म्रियेथे म्रियद्वे म्रिये म्रियावहे म्रियामहे. लोटि ताम् इताम् अन्तां स्व इतां ध्वम् ऐ आवहै आमहै म्रियतां म्रियेतां म्रियन्तां म्रियस्व म्रियेथां म्रियध्वम् म्रियै म्रियावहै म्रियावहै. लङ्गि त इताम् अन्त थाः इतां ध्वम् इ वहि महि अम्रियता अम्रियेताम् अम्रियन्ता अम्रियथाः अम्रियेताम् अम्रियध्वम् अम्रिये अम्रियावहि अम्रियामहि. विधिलिङ्गसिद्धप्रत्ययाः ईता ईयाथाम् ईरन् ईथाः ईयाथाम् ईध्वम् ईया ईवहि ईमहि. विधिलिङ्गकारेण तिङ्गन्तरूपाणि म्रियेताम् म्रियेताथाम् म्रियेयाथाम् म्रियेरन् म्रियेथाः म्रियेयाथाम् म्रियेध्वम् म्रियेय म्रियेवहि म्रियेमहि. अग्रे केवलम् अङ्गं च लट्लकारस्य प्रथमपुरुषैकवचनान्तरूपं दीयते. ततः चतुर्णाः लकारणाः सर्वाणि रूपाणि ज्ञायन्ते. धातवः चतुर्दशविधाः इत्यस्माभिः पूर्वमेव ज्ञातम्. अजन्तधातवः अन्त्यक्रमेण आयोजिता हरन्तधातवः उपधाक्रमेण विभक्ता. अजन्तधातवः अकारान्ताः आकारान्ताः इकारान्ताः ईकारान्ताः उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ऋकारान्ताः, एदन्ताः च. हलन्तभावः अदुपदा, इदुपदा, उदुपदा, रुदुपदा, शेषधातवः चेति च इति. तर्हि अनेन आयोजनेन अग्रे सामान्यधातवः येषां तुदादौ किमपि अङ्गकार्यं नास्ति तानि सूच्यन्ते, तदा विशेषधातूनां कार्याणि सूच्यन्ते. किमुक्तमस्ति? अस्तु आम् भगिनि. तर्हि वयं रूपं दृष्टवन्तः खलु, आत्मनेपदि परस्मिपदि इत्यनयोः चतुर् लकाराणां रूपाणि दृष्टवन्तः. यथा वयं नामपदानां कृते प्रातिपदिकानाम् अजन्त हलन्तम् इति विभज्य कुर्मः, अकारान्त इकारान्त इति स्वीकृति कुर्मः, तादृशमेव क्रियापदानामपि धातु अन्तं दृष्ट्वा विभजनं कृतमस्ति मातृभिः. एतत्तु महोदयेन उक्तमस्ति, एतत्तु अन्यत्र कुत्रचित् अपि वयम् अस्माभिः न द्रष्टुं शक्यते. मः एव एतादृश सौकर्यार्थम् अस्माकं सौकर्यार्थम् एतादृश विभजनं कृत्वा तया लिखितम् इति महोदयेन उक्तम्. तर्हि किमर्थम् इत्युक्ते समानकार्याणि भवन्ति, अतः एव लिखितमस्ति. भगिनी धन्यवादः. भगिनी दृश्यते उदादिगणः सामान्यधा अत्र एक सप्तपञ्चाशत् अधिक एकशतधातवः सन्ति तुदादिगणः, तुदादिगणे अत्र सामान्यधातवः एषां धातूनां कृते अङ्गनिर्माणसमये किमपि कार्यं नास्ति, केवलं वर्णमेलनं. तुदादिगणे अजन्तधातूनां सर्वेषां विशिष्टम् अङ्गकार्यं भवति, अतः एषु धातुषु न कोऽपि सामान्यः. हलन्तधातुषु लघु इगुपदधातुः चेत् पुगन्धलघुपदस्य च इत्यनेन गुणः, तदा सार्वधातुकम् अपि निचि च इत्याभ्यां गुणनिषेधः, तदा शेषधातूनां किमपि कार्यं तु न भवति एव. अत्र उक्तमस्ति तत्र अङ्गनिर्माणसमये सामान्यधातूनां कृते किमपि विशिष्टकार्यं न भविष्यति, अजन्तधातु अजन्तधातु अस्ति चेत् प्रथमतया अङ्गकार्यम् एव आगच्छति. अत्र अजन्तधातूनां कृते किमपि अन्यत् किमपि कार्यं नास्ति, वर्णमेलनमेव आगच्छति. हलन्तधातुषु लघु इगुपदधातुः अस्ति चेत् एते सूत्राणि आगच्छति, गन्धलघुपदस्य च इति सूत्रेण गुणः आगच्छति प्रथमम्, अनन्तरं सार्वधातुकम् अपि एवं किङिति च इति सूत्रद्वयोः आगत्य तत्र गुणनिषेधं भविष्यति. अत्रापि अनन्तरं वर्णमेलनमेव आगच्छति. अदुपदधातवः चत्वारः धातवः, चलविलसने गच्छति गतिमान् भवति, चल् योगः श, चल् योगः आ, चल इति अङ्गं, चलयोगः अपि चलति. त्वच संवरणे आच्छादनं करोति इति अर्थः. त्वच् योगः श, त्वचा इति अङ्गं, त्वचायोगः अपि त्वचति. ओलचि व्रीडायां लज्जितः भवति, लज्जयोगः श, लज इति अङ्गं, लज्जायोगः अपि लजति. तडमदे अहङ्कारयुक्तः भवति इति अर्थम्. कडयोगः श, कडा इति कड इति अङ्गं कड योगः इति कडति. अत्र कश्चन प्रश्नः उदेति, स्वादिगणः इति सामान्यं, सुदादिगणः इति विशेषः. नाम यत्र आ इति विकरणम् अपि च धातोः व्यवहारः सामान्यः, तत्र स च धातुः पाणिनिना स्वादिगणे स्थापितः. यदि आ इति विकरणं परन्तु धातोः व्यवहारः सामान्यो न, यथा लिख् धातुः यस्य उपधा गुणो न भवति लिखति, तदानीमेव पाणिनिना सः धातुः तुदादिगणे स्थाप्यते. नो चेत् भ्वादिगणः इति अविकरणान्ताङ्गानां सर्वेषां धातूनां पात्रम्. प्रश्नः अयम्, अदुबधधातूनां किमपि विशिष्टकार्यं तु न भवति खलु? तर्हि कुतः तुदादिगणे इमे धातवः स्थापिताः? अस्य उत्तरम् अग्रे अस्मिन् पाठे प्राप्स्यते. अत्र अत्र उपधायां गुणः आगच्छति चेत् अनन्तरं गुणनिषेधः तथा भवति चेत् तत्र तुदादिगणे एव पाणिनिना तेषां धातूनां गणनं तु तुदादिगणे आगच्छति. किन्तु तत्र अदुपधधातुः अस्ति चेत् अत्र गुणकार्यं किमपि न आगच्छति. किन्तु तदा तेषु ते धातवः भ्वादिगणे एव आगन्तव्यम् इति वयं चिन्तयामः. किन्तु तथा ते धातुः किमर्थं तुदादिगणे स्थापितं, तद् कार्यं तु भ्वादिगणे अनन्तरं तुदादिगणे सामान्यमेव दृश्यते. ते धातवः स्वादिगणे न स्थापितः, तुदादिगणे एव पाणिनिः स्थापितः, तद् किमर्थम् इति प्रश्नः. किमर्थमिति स्मरति वा महोदय? ह्यः अपि उक्तवान् तद् तत्र शत्रुशानप्रत्यय प्रयोगे तत्र लिखति लिखन्तीम् इति रूपद्वयं भवति तुदादिगणीयधातूनां कृते. आं भगिनि, विकल्पेन भवति, नकारः भवति अत्र. आम् धन्यवादः. तर्हि अत्र छलयोगः ति इति अस्ति खलु, छल्योगः श, छल्योगः आ, छल इति अङ्गं, छलयोगः ति चलति. किमर्थं छल क्षम्यताम् आचरति एव अत्र? धन्यवादः. अहं तु अतोगुणे इति चिन्तितवती. अग्रे मम प्रिय, ह्यः कुतः पर्यन्तं महोदय, कस्मात् पर्यन्तं विशेषदातवः न आरब्धवान्? इदुपददातवः, त्रयोविंशतिदातवः, येषां लघुपद इकारस्य गुणो न भवति, अतः तुदादिगणे पाणिनिना इमे धातवः स्थापिताः. लिक् अक्षरविन्यासे लिक् योगः श, लिक् योगः अ, लिख इति अङ्गं, लिक योगः ति लिखति. तत्र तु किमपि गुणकार्यं नास्ति, अतः तुदादिगणे अस्ति. लिख इति अङ्गं भवति. ओवजि भयचलनयोः, आपद्ग्रस्तं करोति नाम भाययति, आपद्ग्रस्तः भवति नाम भयम् अनुभवति. विज इति अङ्गम्, उद्विजति. विधाने क्रमेण आयोजयति, विधति. क्षिप् प्रेरणे प्रेक्षयति, क्षिपति क्षिपते उभयपदी. अभिप्रत्यतिभ्यः क्षिपः इत्यनेन अभि प्रति अति इति उपसर्गाः पूर्वं चेत् परस्मैपदी एव अयं धातुः. अभिक्षिपति प्रतिक्षिपति अतिक्षिपति इति रूपं भवति. डिप् क्षेपे प्रेक्षयति डीप् डिप् दीपति रिफ् रिप् कत्थनयुद्ध निन्दाहिंसादि हिंसाधानेषु युध्यते इत्यादिकं रिफ् रिफति किल् श्वैत्यक्रीडनयोः श्वेतः भवति क्रीडति किल् किलति तिल् स्नेहने स्नेहः भवति ग्रीसि आयिलि तैलम् आददाति च आचरति तिलत्तिल् तिलति चिल् वसने वस्त्रं शरीरे स्थापयति चिल् चिलति इल् स्वप्नक्षेपणयोः निद्रां करोति प्रेक्षयति इल् इलति विलं विलसंवरणे छिद्रं करोति भग्नं करोति आचादयति विल् विलति बिल भेदने छेदयति भागे भागे विभागं करोति बिल् बिलति निल् गहने कठिनतया बोधयति निल् निलति हिल् भावकरणे हिल् हिलति मिल् सङ्गमे मिल् मिलति शिल् उच्चे शिल् शिलति शिल् उच्चे शिल् शिलति दिश् उत्सर्जने दिश् दिशति दिशते अपि उभयपदि ऋष् हिंसायां ऋष् ऋषति लिश् गतौ लिश् लिशति विश् प्रवेशने विश् विशति नेर्विषः इत्यनेन नि उपसर्गपूर्वकः विश् धातुः आत्मनेपदि निविशते विशति हि एण्टर्स् निविशते हि एण्टर्स् इन् इति आत्मनेपदीरूपम् अत्र उक्तं यत् नि उपसर्गः भवेत् नो चेत् परस्मैपदि एव मधूनि विशन्ति भ्रमराः अत्र नि इति सप्तमी विभक्ति विभक्त्यात्मकं न तु उपसर्गाः भ्रमराः विशन्ति इति एव किल मधूनि मधु निविशन्ति वा मधु निविशन्ति इति एव वा खलु परस्मैपदि अस्ति अतः विशन्ति मधु सप्तमी विभक्ति अन्त सप्तमी विभक्ति तु मधु शब्दस्य सप्तमी किल निविशन्ति इति नास्ति किन्तु मधुनि इति एव सुब्रह्मण्यं अत्र अत्र किमपि नास्ति खलु किमपि कार्यं नास्ति कार्यं नास्ति वर्णमेलनमेव उद् उपध धातवः पञ्चपञ्चाशत् धातवः तुद् व्यथने पीडनं करोति प्रापयति तुद् योगः श तुद इति अङ्गं तुद योगः ति तुदति अत्रापि किमपि विशेषकार्यं न भवति अङ्गं तुदा अस्ति तिङ्प्रत्यय सिद्धतिङ्प्रत्ययः ति अस्ति तुदति इति वर्णमेलनं अत्र कुच् कुचति गुज् गुजति रुजो रुजति भुज् भुजति कुट् कुटति पुट् पुटति स्फुट् स्फुटति मुट् मुटति तुट् तुटति छुट् छुटति छुट् छुटति झुट् झुटति इत्यादयः पञ्चपञ्चाशत् धातवः एते धातवः लोके अप्रसिद्धाः इत्युक्ते ते धातवः सामान्यतया तेषाम् उपयोगं न भवति इति भगिनि अत्र किमपि विशेषकार्यं नास्ति यथा यद् उपधा धातवः सन्ति तथैव उद् उपध धातवः अपि अग्रे पठामि पुष्पा भगिनी ऋदुपदधातुः धातवः एकविंशति धातवः सृज विसर्गे सृष्टिं करोति रचयति सृज् योगः श सृज् आ योगः आ सृज इति अङ्गं सृज योगः ति सृजति स्पृश् संस्पर्शने स्पर्शं करोति स्पृश् योगः श स्पृश् योगः आ स्पृश् इति अङ्गं स्पृश् योगः ति स्पृशति कृष् विलेखिने कृषिकार्थं करोति कृषिकार्यं करोति कृष् योगः च कृष् योगः आ कृष् इति अङ्गं कृष योगः कृष इति अङ्गं कृष इति कृष् कृष योगः ति कृषति ऋच् ऋचति ऋच ऋचति कृड् क्रीडति मृड् मृडति पुड् पुडति पृण् पृण पृणति मृण मृणति मृण मृणति म्रियते म्रियते मृणति म्रियते अन्यदात्र श्रुति श्रुतति श्रुतति एकविंशतिः धातवः तर्हि सरलं कार्यमस्ति खलु भवती एव उक्तवती अन्येषामपि रूपाणि कथं भवन्ति इति अस्तु भगिनि धन्यवादः भगिनि शेषधातवः दशधातवः चर्च परिभाषणभर्जनयोः चर्चां करोति विचारविमर्शं करोति चर्च योगः श चर्च योगः आ चर्च इति अङ्गं चर्चायोगः ति चर्चति उच्छि उच्छति रुच्छ रुच्छति मिच्छ मिच्छति उच्छि उञ्छति नकारः जायते इकारस्य उच्छि उञ्छति तत्र प्रथमम् उच्छि चकारम् अनन्तरं अत्र ई कुतः लोपः भवति नुमागमः अत्र नास्ति भगिनि किमर्थम् इत्युक्ते इति ईकारः अस्ति इकारः नास्ति खलु तथा खलु हा इकार नकार आयाते एतत् ईकारः अस्ति खलु दीर्घ ईकारः अस्ति खलु तथा अस्ति खलु अतः एव प्रथममेव उच्छि इति प्रथम चत्वारि चतुर्थ धातु अस्ति उच्छि धातु तत्र इकारः अस्ति तर्हि उञ्च इति रूपम् आगच्छति उब्ज उब्जति जर्ज जर्जति छर्झ झर्झति उज्झ उज्झति घूर्ण घूर्णति तर्हि उञ्चति कथं नकारः आगच्छति भगिनि केन सूत्रेण तत्र तदेव अधः स्थितमस्ति आचीर् आची नद्योर्नु इत्यनेन तुदादौ शतरि स्त्रियां नुग् नुम् आगमः वैकल्पिकः अस्ति न तत् अग्रे अस्ति अत्र धातोः उचि इति उक्तवती खलु पठितवती खलु उचि उञ्च् इति रूपं पठितवती खलु धातुः तत्र चतुर्थधातुः इकारस्य लोपः भूत्वा उञ्चति स्मरति वा यत्र इकारस्य इत् भवति इदित् भवति तत्र नुमागमः भवति शेषधातुषु किमपि विशिष्टं गणनिमित्तकं कार्यं न दृश्यते फादिगणः सामान्यं तुदादिगणः विशेषः इति उक्तं पूर्वं। तर्हि किमर्थम् एते शेषधातवः तुदादिगणे सन्ति न तु भ्वादिगणे? उत्तरम् अस्ति यत् अत्रापि विशिष्टं गणनिमित्तकं कार्यम् अस्ति। आचीर्नद्योर्नुम् इत्यनेन तुदादौ शतरि स्त्रियां नुम् आगमः वैकल्पिकः अस्ति। यथा बालिका चर्चन्तीं गच्छति, बालिका चर्चती गच्छति। यात् यावन्तः धातवः तुदादिगणे सन्ति तेषां सर्वेषां शतरि स्त्रियां नुम् विकल्पो भवति। अदुपदधातवः चल् इत्यादयः अपि अनेन एव कारणेन तुदादिगणे सन्ति। एषां धातूनाम् अङ्गम् अदन्तम्, अतः भ्वादिगणे यत् अभविष्यन् तर्हि स्त्रियां शत्रन्दनरूपं चर्चति इत्येव अभविष्यत्, न तु चर्चति। इदं वैशिष्ट्यं सर्वेषां तुदादिगणीयधातूनां कृते वर्तते। अत्र एव आचीर्नद्योर्नु इति सूत्रेण तद् सूत्रं वदति शत्रुप्रत्ययप्रयोगे स्त्रीलिङ्ग विषये नुम् आगमः वैकल्पिकः अस्ति इति। स्वादिगणीयधातुः अस्ति चेत् चर्च धातुः चर्चन्ति एव रूपं भवति, किन्तु अत्र तुदादिगणे विकल्पेन चर्चति इति अपि रूपम् अस्ति। अतः एव तत् समान तस्य सामान्यरूपधातवः तत्र सुदादिगणे एव स्थापितमस्ति इति। आं भगिनि, किमर्थं शेषधातवः इति, किमर्थं तस्य किमपि नामकरणम् अस्ति? कर्षति वैशिष्ट्यं किं शेषजातः शेषधातवः इत्यस्य? अत्र अपदधातवः इदुपदधातवः इति उपधायाम् अकारः अस्ति चेत् एक सामान्यकार्यमस्ति, उपधायाम् इकारः अस्ति चेत् तेषां धातूनाम् एकः सामान्यनियमः भवति। तथा तत्र तु गणनिमित्तकं न कार्यं न दृश्यते। अत्र उपधाय हल् वर्णः अस्ति इति कस्मात् शेषदातवः इति मिलित्वा सर्वं सर्वम् अत्र दत्तं भवति खलु? अस्तु, तर्हि अत्र वयं दृष्टवन्तः इदितोलं दातुः इति नकारः आनीतं खलु, नकारः, तत् किमर्थं मध्ये आगतम् इति जानाति वा? कुत्र जानाति वा? एवमेव पृच्छामि, पुनः एकवारं पृच्छतु। उचि उञ्च् इति धातुः अभवत् खलु, उचि इत्यस्य चतुर्थपत्र धातुः उचि उञ्च् इति अभवत् इदितोनं धातुः इति सूत्रेण, तत्र किमर्थं नकारः मध्ये आगतः? परः इति सूत्रेण अन्तिम अच्छिवर्णस्य परे आगच्छति। अच्चि नद्यो शास्त्रे तत्तु शास्त्री स्त्रियां नुमागमः भवति तेन सूत्रेण स्त्रियां स्त्रीलिङ्गे स्त्रीलिङ्गे अत्र उचि उचि उञ्च् उञ्च् स्त्रीलिङ्ग आयाति, उचि उञ्च् स्त्रीलिङ्ग आयाति, उञ्चन्ति इति उञ्चति उञ्चन्ति इति भवति। अस्तु भगिनि, तर्हि प्रश्नः न सन्ति चेत् विरमाम। प्रश्नः किमपि अस्ति वा, कोऽपि अस्ति वा? नास्ति चेत् विरमाम। धन्यवादः, शुभरात्रिः। धन्यवादः, शुभरात्रिः।